पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 56 विष्णुरुवाच तस्या सत्यविनाशाय मन्मथः ससुराधिपः प्रस्थितसुकलां तर्हि सत्यो धर्ममधाब्रवीद पश्य धर्ममहाप्राज्ञ मन्मथस्य विचेष्टितम् तवार्थमात्मनश्चैव पुण्यस्यापि महात्मनः विसृजामि महास्थानं वास्तुरूपं सुखोदयं सत्याख्यं च सुप्रियाख्यं सुदेवाख्यं गृहोत्तमम् तमेव नाशयेद्गत्वा काम एष प्रमत्तधीः रिपुरूपसुदुष्टात्मा अस्माकं हीनसंशयः पदिस्तपो धनो विप्रसुसदी या पदिव्रता सुसत्यो भूपदिर्धर्म मम गेहानसंशयः यत्राहं वृद्धि सम्पुष्टस्तत्र वासो हिते भवेत् तत्र पुण्यं समायादिश्रद्धया सह क्रीडते क्षमा शान्त्या समायुक्ता आयादि मम मन्दिरं यथा सत्योदमश्चैव दया सौहृदमेव च प्रज्ञायुक्तः स निर्लोभो यत्राकं तत्र संस्थितः शुचिस्वभावस्तत्रैव अमी च मम बान्धवाः अस्तेयमप्यहिंसा च तितिक्षा वृद्धिरेव च मम गेहे समयादा धन्यतां शृणु धर्मराट गुरूणां चापि शुश्रूषा विष्णोर्लक्ष्म्या समावृतः मद्देहं तु समायान्ति देवाश्चाग्निपुरोगमाः मोक्षमार्गं प्रकाशेद्यो ज्ञानोदीप्या समन्वितः एतैः सार्धं वसाम्येव सतीषु धर्मवत्सु च साधुष्वेदेषु सर्वेषु गृहरूपेषु मे सदा उक्तेनापि कुटुम्बेन वसाम्येव त्वया सह ससत्त्वा साधुरूपास्ते वेधसा मे गृहीकृताः संचरामि महाभाग स्वच्छन्देन च लीलया ईश्वरश्च जगत्स्वामी त्रिनेत्रो वृषवाहनः मम गेहे स्वरूपेण वर्तते शिवयायुधः तदिदं संसृते सारं गृहरूपं महेश्वरं सदनं शङ्करेत्याख्यं नाशितं मन्मथेन वै विश्वामित्रं महात्मानं तपं तं तप उत्तमं मेनकां हि समाश्रित्य कामोऽयं चिदवान् पुरा सदी पदिव्रता हल्या गौतमस्य प्रिया शुभा सुसत्या चालिता तेन मन्मथेन सुरात्मना मुनयसत्यधर्मज्ञा नानास्त्रियः पदिव्रताः मद्गृहास्ता इमा सर्वा दीपिता कामवह्निना दुर्धरो दुःसहो व्यापीयोधिसत्येषु निष्ठुरः ममेवं पश्यते नित्यं क्व सत्यः परितिष्ठति स मां ज्ञात्वा समायादि बाणपाणिर्धनुर्धरः नाशयेन्मद्गृहं पापो विधिहोत्रैश्च नामकैः पापलेशाश्च ये क्रूरा अन्ये पाखण्डसंश्रयाः ते तु बुद्ध्या हिदा सर्वे सत्यगेहं विशन्ति हि सेनाध्यक्षैरसत्यैस्तु छद्मना तेन साधितः पादये दर्दयेद्गेहं पापशस्त्रैर्दुरात्मभिः मामेवं ताडयेत् पापो महाबलमनोभवः अस्य धाम्ना प्रदग्धोऽहं शून्यतां हि व्रजामि वै नूतनं गृहमिच्छामि स्त्रियाख्यं पदिभूपतिं कृकलस्यापि पुण्यस्य प्रियेयं शिवमङ्गला तद्गृहं सुकलाख्यं मे दग्धुं पापसमुद्यदः अयमेष सहस्राक्षकामेन सहितो बली कामस्य कारणात् कस्मात् पूर्ववृत्तं न विन्दति अहल्याया प्रसङ्गेन मेषोपस्थो व्यजायत पौरुषं हि मुनेर्दृष्ट्वा सत्याश्चैव प्रदर्शनाद नष्टकामस्य दोषेण सुरराट् तत्र संस्थितः भुक्तवान् दारुणं शापं दुःखेन महदान्विदः कृकलस्य प्रियामेनां सुकलां पुण्यचारिणीं येष बन्धुसहस्राक्ष उद्यधकामसंयुधः यथा चेन्द्रेण नायादि काम एष तथा गुरु धर्मराज महाप्राज्ञ भवान् मदिमदाम्बरः धर्मराज उवाच ऊनं तेजः करिष्यामि कामस्य मरणं तथा एकोपायो मया दृष्टस्तमिहैव प्रपश्यतु प्रज्ञा चैषा महाप्राज्ञा शकुनी रूपचारिणी भर्तृरागमनं पुण्यं शब्देनाख्या दुःखे यतः शकुनस्य प्रभावेण भर्तुश्चागमनेन च दुष्टैर्नष्टान भूयेद स्वस्थचित्तान संशयः प्रज्ञा सम्प्रेषिता तेन गता सा सुकलागृहं प्रकुर्वती महच्छब्दं तृष्टदेवेव सा बभौ पूजिता मानिता प्रज्ञा धूपदीपादिभिस्तदा ब्राह्मणं सुकला पृच्छत् किमेषा च वदेन्मम ब्राह्मण उवाच भर्तुश्चागमनं ब्रूदे तवैव सुभगे स्थिरा दिनसप्तकमध्ये स आगमिष्यति नान्यथा इत्येवमाकर्ण्य सुमङ्गलं वचः प्रहर्षयुक्ता सहसा बभूव धर्मज्ञमेकं सगुणं हि कान्तं शगुनात् प्रदिष्टं हि समागतं तम् इति श्रीपद्मपुराणे भूमिखण्डे फेनोपाख्याने सुकलाचरित्रे षट्पञ्चाशत्तमोऽध्यायः ॐ